समासचिन्तनमध्ये सर्वेषां स्वागतं. समाससूत्राणि उमा भगिनी पठति वा? पठामि. तत्पुरुषः युधिश्च द्वितीयाश्रितातीतपठितगतास्य प्राप्तापन्नैः स्वयं तेन खड्वाक्षेपे स्वामी कालाः अत्यन्तसंयोगे च द्वितीया तत्कृताध्येन गुणवचनेन पूर्वसदृशसमो नार्थकलहनिपुणविश्लक्षणैः कर्तृकरणे कृता बहुलं वृत्तेरधिकारार्थवचने अन्येन व्यञ्जनं पक्षेण मिश्रीकरणं चतुर्थी तदर्थार्थ बलिहित सुखरक्षितैः पञ्चमीभयेन अपेतापोढमुक्तपतितापत्रस्थैर्कल्पशः लोकान्तिक दूरार्थ कृच्छ्रानिकेन सप्तविंशौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वांक्षेण चेते कृते ऋणे संज्ञायां तेनाहोरात्र वयवाः तत्र क्षेपे पात्रे संहिता दयश्च पूर्वकालैकसर्वजरत्पुराणनव केवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्विदार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो कुच्छनैः पापानसि कुच्छितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेषेण बहुलं पूर्वापरप्रथमचरमजन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनादसुन्दरैः पूज्यमानम् कतरकथमौ जातिपरिप्रश्ने किं चेते कोटा युवतिश्लोककतिपय दृष्टिधेनुवशाद् वेद वक्ष्यणि प्रवक्तृ श्रोत्रियाध्यापक धूर्तैर्जातिः प्रशंसा वत्पशनैश्च युवा खलति परित बलिन जरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो चतुष्पादो गन्धिन्या मयूरवंशकालयश्च पूर्व अपर अधरोत्तर एकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थ तुल्याण्यस्तरस्यां प्राप्तापन्नेषु द्वितीया कालाः परिमाणिना नै ईषदकृता षष्ठी याचकादिभिश्च न निर्धारणे पूरणगुण सुहितार्थ सदव्ययसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च युतकाभ्यां कर्तरि च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिम् अमैवाव्ययेन द्वितीया प्रभृतीन्यतरस्यां स्वाच सम्यक् धन्यवादः. तत्पुरुषान्तसमासान्तसूत्राणि तत्पुरुषाङ्गुले सङ्ख्याव्यवादेः अह सर्वैकदेशसङ्ख्यातपुण्या च रात्रेः आस्नौ नेतेभ्यः न सङ्ख्याते समाहारे उत्तमैकाभ्यां च राजा हस्तकिव्यष्टच् भोरत्तिदलुकि अग्राख्यायामुरसः अनुस्मायामनुस्माया सरसां जातिसङ्ख्ययोः ग्रामकौटाभ्यां च तक्ष्णः अतेष्युनः उपपानादप्राणिषु उत्तरमुर्गपूर्वाश्च सक्तनः नावो दिगोः अर्धा च खाद्याः प्राचां त्रिभ्यामञ्जलेः अनसन्तान्नपुंसका छन्दसि ब्राह्मणो जानपदाख्यां कुमहद्भ्याम् अन्यतरस्याम् इति. तत्र षष्टीसत्पुरुषसमाससूत्रस्य आरम्भं कृतं गतवर्गे भगिन्या. तत्र किं उक्तम् इति चेत् द्वितीयपादस्य द्वितीय अध्यायस्य द्वितीयपादस्य प्रथमसूत्रादारभ्य द्वितीयपादस्य सप्तमसूत्रपर्यन्तं तदनन्तरं षष्टीसत्पुरुषस्य विषये साक्षात् उक्तमस्ति. वस्तुतः षष्टितत्पुरुषसमाससम्बन्धसूत्राणि प्रथमसूत्रादारभ्य षोडशसूत्रपर्यन्तं सन्ति. एतानि सूत्राणि विहाय तत्र प्राप्तापन्ने च द्वितीयया नै ईषदकृताः इति सूत्रीणि सूत्राणि त्यक्त्वा अन्यसूत्राणि प्रथमसूत्रादारभ्य षोडशसूत्रपर्यन्तं षष्टितत्पुरुषसमाससम्बन्धसूत्राणि सन्ति. तत्र प्राप्तापन्ने च द्वितीयया नै ईषदकृता इति त्रीणि सूत्राणि किं वदति इति कृत्वा प्राप्तापन्ने च द्वितीया इति द्वितीया क्रीडातीतपतितगदात्यस्तप्राप्तापन्ने इति सूत्रस्य अपवादः इति उक्तम्. इति द्वितीयया इति सूत्रे अस्ति इति सूचयति. नञ् इति नञ् तत्पुरुषसमासस्य विधायकसूत्रमस्ति. एवम् ईर्षत् अकृता इति ईर्षत् अव्ययम् कृतन्तेन समस्यते इति क्रमेण ईर्षतकृता इति अव्ययं सुगन्धेन समस्यते तत्पुरुषसमासः भवति. अतः एतानि सूत्राणि विहाय अन्यानि सूत्राणि षष्टिसत्पुरुषसम्बन्धसूत्राणि एव अस्ति. आहत्य चतुर्भिः सूत्रैः तदनन्तरं किं वदति षोडशसूत्रेषु त्रीणि सूत्राणि षष्टितत्पुरुषस्य एव नास्ति. किन्तु तत्र चतुर्भिसूत्रैः षष्टितत्पुरुषसमासे पूर्वनिपातस्य नियमनं करणीयम् इति कृत्वा पृथक् कृतमस्ति. पूर्वापरोतरम् उत्तरमेकदेशीनैकाधिकरणे अर्धं नपुंसकं द्वितीया तृतीया चतुर्थ्या तुर्ज्याण्यन्यतरस्यां कालाः परिमाणिना इति चतुर्षु सूत्रेषु चतुर्भिः सूत्रेषु यतोहि षष्टितत्पुरुषसमासूत्राणां आवल्याम् अस्ति चेदपि तयोः पृथक्त्वं किम् अस्ति इति कृत्वा षष्ट्यन्तं पदं सुबन्तं पूर्वपदं भवति षष्टि इति सूत्रेण. किन्तु एतानि चत्वारि सूत्राणि पूर्वनिपातस्य नियमनं करोति. एतदेव तस्य तेषां विशेषः अस्ति. तत्र किं पठति इति अरुणा भगिनी पठति वा आहत्य चतुर्भिः सूत्रैः इति आरभ्य? अरुणा भगिनी नो चेत् उषा भगिनी पठतु. आं महोदय. आहत्य चतुर्भिः सूत्रैः पूर्वापराधरोतरम् एकदेशि नैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थि चतुर्थ अन्यतरस्यां कालाः परिमाणिना षष्टितत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते. एतानि सूत्राणि एकदेशसमासः सन्ति. यतोहि पाणिनि एतैः सूत्रैः षष्टितत्पुरुषसमासस्य पदक्रमं परिवर्तयति. अर्थात् षष्टी इति सूत्रेण षष्ट्यन्तपदं पूर्वनिपातः प्राप्तः प्राप्तः आसीत्, परन्तु यत्र पदानां विपरीतक्रमः इष्यते अर्थात् षष्ट्यन्तं पदम् उत्तरपदे स्यात् इति इष्यते, तत्र एतैः चतुर्भिः सूत्रैः षष्ट्यन्तं पदम् उत्तरपदे स्थाप्यते. षष्टि इति सूत्रेण षष्ट्यन्तपदं पूर्वनिपातः प्राप्तः भवति, यतोहि षष्टि इति प्रथमाविभक्तौ अस्ति, तत्कारणतः षष्ट्यन्तपदं पूर्वनिपातः भवति. यतो पूर्वपदं षष्ट्यन्तपदं पूर्वपदं न भवति चेत् पूर्वपरादरोत्तरम् एकदेशि नैकाधिकरणे अर्धं नपुंसकं द्वितीया तृतीया चतुर्थी अन्यतर चतुर्थाणि अन्यतर द्वितीया तृतीयचतुर्थतुर्याणि अन्यतरस्य तुर्याणि अन्यतरस्यां कालाः परिमाणिना इति सूत्रेण इति चत्वारि सूत्रैः पूर्वपदं षष्ट्यन्तपदम् उत्तरपदं भवति, पूर्वपदं न स्यात् इति सूत्रैः उक्तम्. तदेव अत्र चतुर्भिः सूत्रैः षष्ट्यन्तं पदं समस्यते चेदपि षष्ट्यन्तं पदं षष्टि इति सूत्रेण पूर्वनिपातं भवितुम् अर्हति, तत् निवारित्वा एतेषां चतुर्भिः सूत्रैः सह समासं क्रियते चेत् षष्ट्यन्तं पदम् उत्तरपदं भवति. तदेव तस्य षष्टितत्पुरुषस्य विषये विधायकसूत्रमस्ति षष्टि. उमा भगिनी पठति वा? यत्र पदयोः मध्ये विशेषणविशेष्यभावः अस्ति, तत्र यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि विशेषणं विशेष्येन बहुलम् इति सूत्रस्य आवश्यकता अस्ति. पूर्वं वक्तुमिच्छति विशेषणं विशेष्येन बहुलम् इति सूत्रे विशेषणवाचि सुबन्तम् विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषस्य समासो भवति, यथा शीलं च तत्र उत्पलं च नीलोत्पलम् इति समासः. अत्र विशेषणं विशेष्यम् अस्ति चेत् विशेषणं विशेष्येन बहुलम् इति सूत्रेण विशेषणं पूर्वं वदति. अत्र विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते. अत्र विशेषणः विशेष्यवाचिना समानाधिकरणेन दट् इस् ईक्वल् विभक्ति एक्सेट्रा सन्ति तत्पुरुषसमासः भवति. सो नीलं च तत् उत्पलं च नीलोत्पलम् इति समासः. अत्र किं वदति षष्टिपदं षष्ट्यन्तं पदं सम्बन्धं सूचयति. अत्र एकः संशयः नीलञ्च उत्पलं च नीलोत्पलं तत्र विशेषणं विशेषविशेषणभावः अस्ति इति कर्तुं कर्मधारे एव भवति. विशेषणं पूर्वपदम् किन्तु तत्र विशेषता किम् अस्ति चेत् उभयोः अधिकरणं समानं अवश्यं भवेत्. नीलत्वम् अपि एकस्मिन् स्थले अस्ति, उत्पलत्वम् अपि कुत्र अस्ति, पुष्पे अस्ति इति कृत्वा तत्र उत्पलत्वम् अपि पुष्पे अस्ति, नीलत्वम् अपि पुष्पे दृश्यति कृत्वा समानाधिकरण्यत्वं यत् पुष्पे अस्ति तत् पुष्पम् अस्ति नीलोत्पलम्. तदेव कर्मधारयस्य विशेषणम्. अत्र उत्पलस्य निरं वर्णं नीलं, तत्रापि षष्टि भवितुमर्हति न, उत्पलस्य नीलम्. तत्रापि षष्टिपदमस्ति, सम्बन्धं सूचयति, किन्तु किन्तु विशेषण रैट् दट् इस् वै वि हाव् टु अण्डर्स्टाण्ड् षष्टि इस् यूस्ड् इन् मेनि अर्थ. षष्टि एकशतं षष्ट्यर्थाः इति वैयाकरणं वदन्ति. देर् आर् थौसण्ड् मीनिङ्ग्स् हण्ड्रेड्स् आफ् मीनिङ्ग् फार् षष्टि. सो सम्बन्धषष्टि इस् वन् टे उभयोः सम्बन्धं, यदा सीताया पति, तत्र सम्बन्धं सूचयति. अत्र उत्पलस्य नीलं सूचयति चेत् तत्र नीलस्य उत्पलस्य सम्बन्धं सूचयति, किन्तु नीलं च उत्पलम् इति समानाधिकरणं सूचयति. तत्र विशेषणविशेषभागम् अस्ति इति कृत्वा तत् कर्मधारे समासः भवति. तदेव चेत् एतावत् रैट्. तत्र पुष्पभगिनी पठति वा? केन् यु रीड्? यदि विशेष्यं, यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे इत्यनेन विशेष्यं पूर्वं तिष्ठति. उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रेण, इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं यस्य तुलना क्रियते, उपमेयं यस्य तुलना क्रियते व्याघ्रादिभिः उपमानवचनैः सह समस्यते, सत्पुरुषश्च समासः भवति. हा, तत्तु व्याघ्रादिभिः सामान्य अप्रयोगे, परन्तु उपमितं तु तुलना क्रियते न उपमेयं. तत्रापि तत्र भगिनी किम् अस्ति, तुलना इत्युक्ते विशेषणविशेषभावम् अपि भवितुम् अर्हति न? तत्कारणेन उपमान उपमेयस्य विवक्षा अस्ति चेदपि विशेषणविशेषस्य भावेन कर्मधारय भवितुम् अर्हति. किन्तु तत्र विशिष्टसूत्रमस्ति यत्र उपमान उपमेयस्य विशेषं भवति. यदि तस्मिन् कोऽपि वर्ण, कोऽपि शब्दः, कोऽपि पदः व्याघ्रादिभिः इति आकृतिगणे अस्ति चेत् व्याघ्रादिभिः इति आकृतिगणं सूचयति. व्याघ्रादि इति आदि इति शब्देन आकृतिगणस्य सूचनम् उल्लेखः अस्ति. सो यदि एकं पदद्वये एकपदं व्याघ्रादिभिः आकृतिगणे अस्ति, एवं तस्य उपमा अथवा उपमेयस्य रूपेण प्रयोगं क्रियते चेत् सामान्य अप्रयोगे, तदि अत्र अप्रयोगे इति भवति. किं सामान्यप्रयोगं क्रियतमस्ति, विशेषणविशेषं भवति. किन्तु अत्र अप्रयोगे किं भवति, उपमान उपमेयरूपेण भवति, न तु विशेषणविशेषेण भावत्वेन. सो व्याघ्रपुरुषः इति व्याघ्रपुरुषः इति वर्तते, व्याघ्रपुरुष उपमान उपमेयमस्ति, न तु विशेषणविशेषमस्ति इति कृत्वा व्याघ्रादिभिः सामान्य अप्रयोगे इति. सुन्दरः बालः इति सामान्यप्रयोगः, यदि व्याघ्रबालः इति उच्यते चेत् तत्र अप्रयोगः. तत्र व्याघ्रादिभिः गणे अस्ति इति कृत्वा अप्रयोगः भवति, तत्रापि उपमान उपमेयं भवति. सुन्दरबालः इति विशेषणविशेषमस्ति, किन्तु व्याघ्रबालः तत्र उपमान उपमेयः अस्ति इति कृत्वा तत्रापि तत्पुरुषसमासः भवति. किन्तु अन्यसूत्रेण तत् सूत्रमस्ति उपमितं व्याघ्रादिभिः सामान्यप्रयोगे न तु षष्टि इति सूत्रेण. अवगतं न? ओके अस्तु. अरुणा भगिनी पठति वा, पठितुं शक्यते वा? धन्यवादः पुष्पा भगिनी. I think she is not able to unmute. Okay. Chatra. Tateva atra visheshan dattam asti. Upamitam vyang I'll read it. Upamitam vyagradhi samanya prayoge ityanena visheshyam purvam tishtati anyatra sarvatra shashti iti sutrena visheshyam uttaram bhavati. उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रे उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति, परन्तु साधारणधर्मस्य प्रयोगः न स्यात्. यतः नरव्याघ्रः इव नरव्याघ्रः अर्थात् पुरुषा व्याघ्र इव वीरः अस्ति. अत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण समासः भवितुम् अर्हति, परन्तु यदा विशेषस्य पूर्वनिवातः इष्यते तदा उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रेण विशेषं पूर्वपदे भवति. नरव्याघ्रः इति समासे नरः इति विशेष्यं पूर्वपदे तिष्ठति. यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वम् उक्तं वक्तुम् इच्छामः इत्यतः उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रं कृतं पाणिनीः. अनेन सूत्रेण पुरुषव्याघ्रः इव शूरः इति समासः न भवति, यतोहि अस्मिन् सूत्रे सामान्यप्रयोगे इति उक्तं. यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमितं सामान्य व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रं कार्यं कर्तुं न शक्यते, तत्र कार्यं न कर्तते इति. तदेव यदा मया उक्तं विशेषणविशेषेण बहुलम् इति सूत्रेण समासं भवितुम् अर्हति, परन्तु विशेष्यस्य पूर्वनिपातम् इष्यते. तत्र विशेष्यमस्ति नरः, तस्य पूर्वनिपातम् इष्यते. तत्कारणं भिन्नसूत्रमस्ति उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रेण कृतं. यतोहि नरः व्याघ्रः विशेष्यविशेषणभावम् अस्ति चेदपि अप्रयोगमस्ति पूर्वनिपातम् इति. पूर्वं नरस्य पूर्वनिपातम् इष्यते, ततः उपमानम् इति सूत्रेण पूर्वनिपातं भवति. तत्र किं वदति? नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वं वक्तुम् इच्छामः इत्यतः उपमतं साग्रादिभिः सामान्यप्रये इति सूत्रं कृतं पाणिनीः. अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति. अनेन सूत्रेण पुरुषः व्याघ्र इव शूरः इति समासः न भवति, यतोहि अस्मिन् सूत्रे सामान्यप्रयोगे इति उक्तम्. यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रं न कार्यं करोति इति विशेषः अस्ति. अवगतं वा? सामान्यप्रयोग भवति चेत् उपमितं सामान्य व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रं न कार्यं करोति. अत्र किम् उक्तं? पुरुषः व्याघ्रः इति शूरः इति समासः न भवति. केन सूत्रेण? उपमितं व्याघ्रादिभिः सामान्यप्रयोगे. तत्र पुरुषः व्याघ्रः इव शूरः इति समासः केन सूत्रेण भवति? द्वन्द्व न द्वन्द्वसमस्या नास्ति. एतत् न नरव्याघ्रः इति समस्तपदे नरः इति विशेषं पूर्वपदं तिष्ठति. यदि विशेष्यं पूर्वपदं वक्तव्यं तर्हि तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. उषा भगिनी अवगतं वा? But the that sentence I didn't follow, Mahodaya. But I understand upamidam vyagradibhi samanya aprayoge. Upamidam iti prathama vibhaktau asti, upamidam iti purvapadam bhavati. Visheshanam visheshena bahulam iti, visheshanam iti prathama vibhaktau asti, visheshanam iti purvapadam. Upamidam vyagradibhi samanya aprayoge iti sutre upamidam इति उपमेयं भवति. उपमेयम् इति विशेष्यं, विशेष्यम् इति पूर्वपदं भवति. विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणं पूर्वपदं भवति. ओके, देन् नरः व्याघ्रः इव नरव्याघ्रः इति समस्तपदे नरः व्याघ्रः इव नरः इति उपमेयं, व्याघ्रः इति उपमानम्. उपमानम् इति येन तुलना क्रियते, नरः इति यस्य तुलना क्रियते. नरः व्याघ्रः इव नरव्याघ्रः. सो नरः इति उपमितं पदं, पूर्वपदं नरव्याघ्रः. बट् द सेम् थिङ्ग् इस् वाट् इस् गिवन् हियर्. पुरुषः व्याघ्रः इव शूरः. शूरः इस् द ओन्ली वर्ड् that is added. But then why do they say samasah na bhavati yato hi asmin sutre samanya prayoge iti uktam. Samanya prayoge, I thought generally naraha is not equal to vyagra, but vyagraha iva we say. So then it's naraha iti upam visheshyam or upamitam bhavati, vyagraha iti visheshanam or upamanam bhavati. Okay, so that is okay. But purushah vyagrah iva shurah, I didn't understand. It's almost the same except right. Purushah vyagrah iva shurah. See, there are two conditions here. One is visheshanam visheshyam, vyagrah purushah, right? Okay, now purusha narah vyagrah iti, let us take it, naravyagraha is the word here. Right? So visheshana vishesha bhavam asti. Vyagra nara iva vyagraha naravyagraha. Atra visheshana visheshyam iti prayogam eva mama na avagatam yato ki atra upamanam upameyam eva agacchati. विशेषणं इस् पार्ट् आफ् द विशेष्यं, दट् इस् नीलोत्पलम् इति. अत्र व्याघ्रः इव उपमा विशेषणं विशेष्यं न अस्ति, इति उपमान उपमेयमेव अस्ति अत्र. आं भगिनि, उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रेण एव भवति नरव्याघ्रः. बट् उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे इति सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति. पुरुषव्याघ्रः नरव्याघ्रः जस्ट् लैक् दट् पुरुषव्याघ्रः. See, I will tell what I have understood. We need to check out with Vidya Bhagini Desh. See, Neela Utpala is a Karmadarya Samasa. What Sutra is one making it is Visheshana Visheshana Bhavanam iti Sutrena Bhavati. Right. Okay. Now, Naravyagraha. Nara Vyagraha. It is just Neela Utpala, we can't use it. Because it is Upamana Upameyam asti. It is not a Visheshana Visheshya. Because that Guna, that Neela Guna is in Utpala, therefore it is Visheshana Visheshya. Sundaraha Balaha Samanadhikaranyam asti na. So yatra yatra samanadhikaranyam asti tatra visheshanam visheshena bahulam iti karmadarya sutras bhavitam arhati. नरव्याघ्रः इति समानाधिकरणं नास्ति, यतोहि उपमान उपमेयभावमस्ति तत्र, किन्तु समानाधिकरण्यं नास्ति इति. नर व्याघ्रः इव शूरः इति अस्ति, तत्र उपमान उपमेयरूपत्वम् अस्ति. देर्फोर् उपमान उपमेयम् उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूत्रेण एव तस्य समासं कर्तुं शक्यते. उपमित व्याघ्रादिभिः इति आकृतिगणे अस्ति व्याघ्रः इति. उपमितम् इस् वन् वाट् इस् हि वाट् इस् बीङ्ग् उपमितम् इस् उपमेयम् उपमेयम् उपमेयम् उपमेयम् इति यस्य तुलना क्रियते, यस्य तुलना क्रियते. सो नरः यस्य तुलना क्रियते व्याघ्रेण, या व्याघ्रेण तुलना क्रियते इति कृत्वा उपमितं व्याघ्रादिभिः सामान्यप्रयोगे इति सूर्ये एव तस्य समस्तपदं भवितुम् अर्हति. बट् ऐ गाट् कन्फ्यूस्ड् वेन् शी सेड् इति सूत्रेण कार्यं न करोति इति. दट् इस् वेर् ऐ गाट् इट्. 3-2 लैन्स् आर् द लास्ट् 3-4 लैन्स् डजन्ट् मेक् एनी सेन्स् महोदय, बिकास् नरव्याघ्रः बि फार्म्ड् बै उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे. बट् पुरुषः व्याघ्रः वि केन् से नरः व्याघ्रः इव अशूरः इति समासः न भवति, यतोहि अस्मिन् सूत्रे सामान्य अप्रयोगः इति उक्तम्. What does it mean? सामान्य अप्रयोगे इति ऐ थाट् सामान्य जनरलि वि केनाट् कम्पेर् नरः अण्ड् व्याघ्रः, बट् व्याघ्रः ऐ कुडन्ट् अण्डर्स्टाण्ड् वाट् दे मीन् सामान्य प्रयोग. Okay, anyway, I think I need, we need the clarification on this. We'll ask Bhagini to explain this again. Okay. Sorry, Mohde, I took a long time. Yeah. No, it's okay. We'll, doesn't matter. See, I can go to Ashtadhyayi.com and read the, what you call? Is made a mistake, you know, no? Then it is not the tatra is the sutra. Upamidam vyagradibhi samanya aprayoge. Oh, that's 2156. So upamidam vyagradibhih samanya aprayoge iti asti, anuvritti sahitam samanadhikarane iti anuvritti asti, saha supa tatpurusha supyuvasha samasa. That's okay. So samanadhikaraneena iti anuvritti asti. सो अनुवृत्तिसहितसूत्रं भवति समानाधिकरणे उपमितं व्याघ्रादिभिः सामान्यप्रयोगे तत्पुरुषसमासः भवितुमर्हति. सो वत् उपमेयमुपमितं यद् यद्वाचि सुबन्धं व्याघ्रादिभिः सामर्थ्यात् उपमानवचनैः सह समस्यते, तत्पुरुषसमासः भवति, न चेत् सामान्यवाचिशब्दः प्रयुज्यते. विशेषणं विशेषेण बहुळम् इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः. ओके, पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, पुरुषसिंहः सामान्यप्रयोगे इति. This is the more important part. Samanya prayoge iti iyam im purushoyam vyagra iva shuraha. That is a samanya prayoge. व्याघ्रसिंह इत्यादि तेन इदमपि भवितुं he is not giving that explanation for it apma aprayoge tach sambandhi what was that putra तच्च सम्बन्धि अतः सामान्यप्रयोगे इति व्यर्थमिति तच्च सम्बन्धि न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वात् सामर्थ्यात् एव अत्र समासस्य न प्रवृत्तिः अप्रयोगे इति व्यर्थम् इति वाच्यं समस्यमानेषु अप्रधानस्यैव हि स अपेक्षत्वं सामर्थ्यविधानं न ऐ केनाट् फालो पुरुषस्य प्रधानम् एनिवे लेट् अस् स्टाप् हियर् वील् आस्क् भगिनि बेटर् थिङ्ग् इस् आस्क् हर् टु एक्स्प्लेन् दिस् Yeah. Okay. We'll stop here. Thank you, Mahodaya. Thank you so much. I may not be able to join tomorrow. I will have to listen. All right? Okay. Then you're ready.